एवं विषण्णायाः भक्तेः वचनं श्रुत्वा नारदः प्रतिवदति, ज्ञानेनात्मनि पश्यामि सर्वमेतत्तवानघे, न विषादस्त्वया कार्यो हरिः शं ते करिष्यति. अनघे, एतत् सर्वं मम ज्ञानेन आत्मनि पश्यामि, त्वया विषादः न कार्यः, हरिः ते शं करिष्यति. शम् इति सुखम् इत्यर्थे अव्ययः. भवत्या दुःखस्य कारणम् अहं ज्ञानदृष्ट्या द्रक्ष्यामि. अस्मिन् विषये भवत्या कश्चिदपि विषादो न कार्यः. किमिति चेत् अत्र हरिः भवत्यै सुखं दास्यति इत्यर्थः.